गणानाम् त्वा गणपतिगुं हवामहे कविं कवीणामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नूदिभिः सीदसादनम् ॐ श्रीगणेशाय नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। विमुनिवन्दन येनाक्षरसमाम् नायमधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्। गणेशाय नमः, सरस्वत्यै नमः, वाग्देव्यै नमः, श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। सुप्रभातम्। ओके, वयम् एतत् करपत्रम् आरब्धवन्तः न? आम् महोदय। शुगुणः सम्भवति। ओके, अत्र किं किं दृष्टवन्तः किमपि आर्डर् मध्ये षष्टम बिन्दुपर्यन्तम् अस्माभिः पठितम् इति अहं मन्ये। नोट् कृतवती, षष्टमबिन्दुपर्यन्तं वयं पठितवन्तः इति। उत्तरं सप्तमम् आरम्भं करणीयं, परन्तु तत्पूर्वं षष्टमबिन्दोः अन्तिमभागं किञ्चित् पठामः वा? मनसि प्रश्नः उदेति। भवन्तः किं वदन्ति हा सर्वे? अरे अष्टमबिन्दु क्षम्यतां, हा षष्टमबिन्दोः अन्तिमभागं पठामः वा साक्षात् सप्तमबिन्दु आरम्भं कुर्मः? वदन्तु, कलेक्टिव् डिसिशन्। अनसूया भगिनी, भवती किं वदति? षष्टमबिन्दुतः आरम्भं कुर्मः। भवती एव आरम्भं करोति? किं महोदय? भवती एव आरम्भं करोति? अस्तु महोदय। कुतः आरम्भं कर्तुम् इच्छति? स्थित्वा सर्वदात्मकसंज्ञकः प्रत्ययः अस्ति चेत् सार्वधातु पार्वधातुकयोः पुनन्तलुपदस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञातम्। किन्तु गतपाठे अस्माभिः दृष्टं यत् सार्वधातुकमपि प्रथमाध्याये द्वितीयपाठे चतुर्थसूत्रेण यः प्रत्ययः अपि सः तथा अध्याये प्रथमपादे पञ्चम सूत्र इति गुणबाधकसूत्रेण यः निमित् अथवा निक् इव अस्ति तस्य गुणकार्यं बाधितम्। अतः येषु सार्वधातुकप्रत्ययेषु प्रकारस्य अभावः तैः प्रत्ययैः गुणकार्यस्य प्राप्तिं न भवति। इति प्रत्ययाः चित्तु सन्ति, अतः चित्त्वात् गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु चित्तस्य इत्यस्य अभावात् न गुणः। वादिगणे वादिगणे उदादिगणे उदादिगणे त्रयादिगणे च गुणकार्यन्तु अकित्वात् साधितम्। सारांशः एवं सार्वधातुकशून्यपादिकरणप्रत्ययं निमित्तीकृत्य वादिगणे उदादिगणे चैव गुणकार्यं सम्भवति। ओके, स्मरणे अस्ति सर्वेषां कृते? आम् महोदय। ओके, समापयतु अग्रिमभागमपि। अर्धधातुकविकरणप्रत्ययः के केवलं न च अस्य गणस्य विकरणप्रत्ययः धनादिगणस्य सार्वधातुक अर्धधातुकयोः इत्यनेन सूत्रेण यत्र अर्धधातुकप्रत्ययः अस्ति तत्र गुणः विहितः अत्रापि अध्याये गुणकार्यं बाध्यते अतः नास्तिके बाधा नास्ति आर्धधातुकप्रत्ययस्य सर्वधातुकमपि धर्मपद अध्याये द्वितीयपादे चतुर्थसूत्रे सूत्रस्य सङ्गा नास्ति एव अतः अकित्वात् न बाधा धनाक्षणे उ अस्ति विकरणप्रत्ययः नास्ति अतः अत्रापि गुणः अर्हः यथा प्र अधिकं रु अधिकं कर् भवति कर् अधिक अधिकं रु इति रु भवति करु अधिकं तिरन्तप्रत्यापि करोति कुछ खा मत लेना कुछ गलती से खा मत लेना ओके भवत्याः न ओके करोति इति वयं प्राप्नुमः यावत्पर्यन्तं सर्वे सम्यक्तया अवगतवन्तः कस्यापि प्रश्नः अस्ति नास्ति चेत् अग्रे गच्छामः ओके अनिल् सप्तमबिन्दु आरम्भं करोतु आम् महोदय तर्हि भादौ तनादौ चुरादौ च धात्वङ्गे गुणः अरः दिवादिगणे स्वादिगणे तुदादिगणे रुधादिगणे क्रयादिगणे च धात्वङ्गे गुणकार्यस्य प्रसक्तिः आसीत् किन्तु अपित्वात् बाधितम् अधुना अदादिगणे जुहोत्यादिगणे च तयोः का गतिः तयोः विकरणप्रत्ययः नास्ति अत्र अङ्गं नाम किमिति स्मर्यताम् अङ्गसिद्धान्तम् अनुसृत्य प्रत्ययात् प्राक् यावत् अस्ति तत् सर्वम् अङ्गम् इति उच्यते अङ्गसिद्धान्तम् अनुसृत्य प्रत्ययात् प्राक् यावत् अस्ति तत् सर्वम् अङ्गम् इति उच्यते अङ्गं नाम प्रत्ययस्य कार्यक्षेत्रम् एकं चतुर्थ एकचतुर्थ पञ्च षष्ट सप्त अष्ट नव दश इत्येषु गणेषु तिङ्प्रत्ययान् निमित्तीकृत्य अङ्गं कार्यक्षेत्रम् अस्ति धातुः प्लस् विकरणप्रत्ययः चुरादिगणे धातुः प्लस् निच् विकरणप्रत्ययः किन्तु अदादिगणे जुहोत्यादिगणे च गणयोः तिङ्प्रत्ययानाम् अङ्गं कार्यक्षेत्रम् अस्ति धातुः एव ओके यावत्पर्यन्तं किञ्चित् स्पष्टीकरणं करोतु इदानीं पर्यन्तम् अष्ट गणः गुण अस्ति वा नास्ति वयं सर्वे अवलोकयामः परिशीलनं कृतवन्तः परिशीलनं कृतवन्तः केषां गणानां कृते गुणकार्यं भवितुम् अर्हति एतत् वयं दृष्टवन्तः हा सो प्रथमं गणे गुणकार्यं भवति चतुर्थगणे पञ्चम षष्ठ अष्ट नव गणे न भवति सप्तमदशगण एव भवति गुणकार्यं भवति भवादिगणे तनादिगणे चुरादिगणे इति त्रयगणः हा आम् महोदय वादिगणे गुणकार्यं भवति, तनादिगणे अपि भवति, किमर्थम्? सप् इति प्रत्ययकारणात् अपित्वं नास्ति. ओके, अपित् नास्ति, पित् अस्ति. पित् अस्ति. इदानीं तृतीयं अत्र लिखितमस्ति, तनादिगणे अपि गुणकार्यं गुणकार्यस्य अर्हता अस्ति, किमर्थम्? तत्र विकरणप्रत्यय उकार अस्ति, उकार आर्धधातुकप्रत्ययः अस्ति, अपि च प्रसक्ति एव नास्ति. सार्वधातुकम् अपि सूत्रेण प्रसक्ति एव नास्ति. किन्निति सूत्रेण बाधा अपि नास्ति. तत्र कारणात् गुणकार्यं भवति. किमर्थं बाधा नास्ति? सार्वधातुकम् अपि निति च एतस्य एतयोः बाधा नास्ति, किमर्थम्? प्रथमम् उकार आर्धधातुक प्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति, अतः सार्वधातुकस्य रूल्स् अत्र न आप्लिकेबल्. अनन्तरं निति च गित् गित् नित् प्रत्यय एव अस्ति, नास्ति. तत् कारणात् बाधा एव नास्ति. बाधा एव नास्ति. ओके, अग्रे गच्छतु. अधुना अदादिगणे विभूत्यादिगणे तस्मिन् विषये किं ज्ञातम्? तत्र तु विक्रयणप्रत्यय एव नास्ति. विक्रयणप्रत्ययः एव नास्ति, अतः अङ्गं किम्? अङ्गं किम्? ओके, यावत्पर्यन्तं वयं पठितवन्तः अङ्गम् इत्युक्ते विकरणप्रत्ययस्य पूर्वं यत्किमपि अस्ति तत्सर्वम् अङ्गम्. इदानीं पश्यामः. अत्र अङ्ग नाम अङ्ग किमर्थं जानीमः? सो अत्र धातु एव अङ्गम् अस्ति, तिङ् प्रत्ययानाम् अङ्गम्. ओके, तिङ् प्रत्ययस्य कृते धातु एव अङ्गः अङ्गं भवति. किमर्थं? कारणं विकरणप्रत्ययः नास्ति. ओके, सो विकरणप्रत्ययः नास्ति कारणात् विकरणप्रत्ययस्य अङ्गं नास्ति, परन्तु तिङ् प्रत्ययस्य अङ्गम् अस्ति. तिङ् प्रत्ययस्य अङ्गम् इत्युक्ते तत्पूर्वं यत्किमपि आगच्छति तद् भवति अङ्गम्. ओके, सो अन्य अन्य अन्यगणेषु विक्रयणप्रत्यय अस्ति, तत्र धातु एव अङ्गम् अस्ति, तत्र अपि राइट्? यत्र विक्रयणप्रत्ययः अस्ति विक्रयणप्रत्ययस्य कृते धातु अङ्गम्. आमामां, प्रत्ययस्य कृते प्लस् विकरणप्रत्ययः अङ्गं भवति. अत्र तिङ् प्रत्यये कृते अङ्गम्. ओके, अवगतम्, अवगतम्. अत्र पश्यतु कृ धातुविषये. कृ धातुविषये वयं दृष्टवन्तः तत्र विकरणप्रत्ययः उ अस्ति. ओके, विकरणप्रत्ययः उ अस्ति, तेन कारणेन अत्र सन्धिकार्यं कृत्वा कर् इति आगतम्. ऋकार उकारयोः अर् इति एकादेशः भवति. गुणका अत्र न न अत्र गुणकार्यं भवति. न न अत्र गुण न ओ अत्र गुणमस्ति महोदय. न एव गुणकार्यं, क्षम्यताम्. अत्र उकारः सार्वधातुकम् अस्ति, आर्धधातुकम् अस्ति. आर्धधातुकम् अस्ति, अहं किं वदामि? आर्धधातुकम् अस्ति, तस्य कारणेन गुणकार्यस्य प्रसक्तिः मिलति. अत्र ऋकारस्य अर् भूत्वा कर् इति वयं प्राप्नुमः कृ आरभ्य. तदनन्तरम् उ अस्ति. ओके, तदनन्तरम् उ अस्ति, उ कारणेन करु तर् अयोगम् उ करु इति वयं प्राप्नुमः। तदनन्तरं करु भवति अङ्गं ति कृते, ओके, उ कृते अङ्गं कृ अस्ति, स्पष्टम्? उ कृते अङ्गं कृ अस्ति, तत्र वयं गुणकार्यं कुर्मः, कारणम् उ आर्धधातुकप्रत्ययः अस्ति, तत्र एकवारं गुणकार्यं कृतम् अस्ति, तदनन्तरं द्वितीयवारमपि गुणकार्यं कर्तव्यं। पश्यतु, ति अपि तिङ् प्रत्ययः अस्ति, अतः ति कृते अपि गुणकार्यं भवति, गुणकार्यस्य विषये, कारणं ति अस्ति, तिप् तिप् अस्ति न तत्र, अतः तत् अस्ति पित्, पित् कारणेन करु यदस्ति तत्र गुणकार्यस्य प्रसक्तिभिः अपि अस्ति, बाधा अपि नास्ति, बाधा अपि नास्ति, ओके, अतः उकारस्य ओकारः भवति, करोति इति रूपं प्राप्नुमः। अत्र गुणकार्यं द्वयोवारं द्विवारं द्विवारम् अभवत्, एकं तु आर्धधातुकस्य किं कण्डिशन् अस्ति, अतः तदनन्तरं तिप् तिङ् प्रत्ययः अस्ति तेन कारणेन, ओके, प्रथमं प्रथमं विकरणप्रत्ययस्य अङ्गं, द्वितीयवारं तिङ् तिप् तिङ् प्रत्ययस्य, ओके, अतः सर्वदा परिशीलनं कर्तव्यम् अङ्गं कथमस्ति, प्रत्ययः किं प्रत्ययः अस्ति, अङ्गस्य अग्रिमभागे प्रत्ययः किम्, ओके, कस्य कृते अङ्गं परिशीलनं कर्तव्यम्, ओके महोदय, अत्र अवधेयं यदस्ति तत् केवलं एकवचने एव, कस्मिन् विषये भवान् वदति? अत्र अस्ति खलु, प्रतिप्रत्य अस्ति खलु, अत्र एकवचनमेव अत्र गुणकार्यं भवति, द्विवचने बहुवचने न भवति, करोति करु तत् सम्यक्, कारणं पित् अपित् न अपित् अस्ति, अग्रे वयं पठिष्यामः न, आमाम् अग्रे वयं पश्यामः, हा, चिन्ता मास्तु, ओके, महोदय यत् उक्तवान् तिप्तस्जी सिप्तस्थ मिप्वस्मस् इति वयं जानीमः, तत्र पित् कुत्र कुत्र आगच्छति तस्य परिशीलनम् अग्रे आगच्छति, हा, चिन्ता मां करोतु, ओके, इदानीम् अग्रे कः पठिष्यति, का पठति, भागीरथी, अस्ति वा न? अहम् अस्मि भगिनि, पठतु, अग्रे पठतु, भवती भवती भवतः भवन्ति इत्येषु रूपेषु ति तः अन्ति इति तिङ् प्रत्ययः इति उक्तम्, तेषां प्रत्ययानां मूलरूपाणि एवं तिप् तस् ञि ञि तिप् इस् जि जि जि जि जि नकार न तिप् इति जी जी जी अस्ति जी तिप् इत्यस्मिन् पकारस्य इत्संज्ञां कृत्वा लोपं कृत्वा ति इति शेषः तथा अन्येषाम् अपि तिङ् प्रत्ययानाम् अनुबन्धलोप अनन्तरं सिद्धरूपाणि सन्ति एवं च मूलपरस्मैपदी धातूनां तिङ् प्रत्ययः एकवचनं द्विवचनं बहुवचनं प्रथमपुरुषः तिप् तस् जि मध्यमपुरुषः सिप् तस् त उत्तमपुरुषः मिप् वस् मस् अग्रे पठामि वा भगिनि एते सर्वे तिङ् अतः तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण सार्वधातुकसंज्ञकाः एकवचने तिप् सिप् मिप् इत्येते प्रत्ययाः पितः अतः तत्र गुणः विहितः द्विवचने बहुवचने च तिङ् प्रत्ययः सर्वत्र अपित् इति कारणतः सार्वधातुकमपि ङिति च इत्याभ्यां सूत्राभ्याम् अङ्गे गुणः न अर्हः यावत्पर्यन्तं किम् अवगतवती प्रयत्नं करोमि भगिनि तदेव उक्तवान् इदानीमेव महोदय उक्तवान् तदेव स्पष्टीकरणं कर्तव्यम् इदानीम् ओके वदतु भवती भवतः भवन्ति तीतः तिङ्प्रत्ययः तेषां मूलरूपं तिप् तस् जि अतः अत्र तिप् अत्र पकारस्य संज्ञा भूत्वा अनन्तरं तस्य लोपः इत्यनेन लोपः इति भूत्वा ति इति अवशिष्यते सो अन्येषाम् अपि अनुबन्ध अदात् प्रत्ययानां तिङ्प्रत्ययानाम् अनुबन्धलोप अनन्तरं सिद्धरूपति सिद्धरूपाणि एव भवति एवं च मूलपरस्मैपदीधातूनां तिङ्प्रत्ययः अत्र परस्मैपदीधातूनां तिङ्प्रत्ययः तिप् तस् जि सिप् तस् त मिप् वस् मस् अत्र तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकं भवति सर्वे परन्तु एकवचनं तिंशित् सार्वधातुकं सर्वे तिङ् अतः एते सर्वे एकवचनं द्विवचनं बहुवचनं प्रथमपुरुषे मध्यमपुरुषे उत्तमपुरुषे तिङ् अतः तिंशित् सार्वधातुकम् इति ज्ञातम् एकवचने तिप् सिप् मिप् प्रत्ययः पितः अतः गुणः न भवति गुणकार्यं न भवति पित् इति कारणेन न भवति ओ ओ ओ विपरीतं भवति सिप् मिप् इत्यस्य प्रत्ययः तत्र गुणः न भवति गुणः विहितः अतः गुणः क्षम्यताम् गुणः विहितः न भवति गुणः भवति न एकवचने गुणः न भवति यना अत्र गुणः विहितः विहितः न भवति न भवति वा सर् एकवचने भवति भवति एव वा विहितः इत्युक्ते वर्तते ओ वर्तते सो द्विवचने बहुवचने विहितः अन्फिट् अन्फिट् न applied putting order prescribed by the performed unfit order. Is this performed unfit supplied ordered ordained performing performed so performed so gunakaryam bhavati गुणकार्यं भवति गुणकार्यं भवति अरे अरे भागीरथी तिष्ठतु शृणोतु यावत्पर्यन्तं वयं कार्याणि कृतवन्तः न आरभ्य भवति पर्यन्तं गतवान् अन्यदात कृतवन्तः तत्र कदा वयं गुणकार्यं कृतवन्तः कदा वयं गुणकार्यं न कृतवन्तः बाधितम् आसीत् सार्वधातुकयोः गुणकार्यं कृतवन्तः कदा सार्वधातुक अर्धधातुकयोः एतत्तु केवलं संज्ञासूत्रमस्ति यत्र विकरणप्रत्ययः अस्ति विकरणप्रत्ययस्य वर्णाः वर्णाः परिशीलनं कुर्मः परिशीलनं कुर्मः किं वर्णः अस्ति नास्ति कः वर्णः अस्ति नास्ति कथं वयं निर्णयं कुर्मः गुणकार्यं कर्तव्यं वा न कर्तव्यं वदतु एकनिमिषं भूधातु यदा भूधातु परिशीलनं कुर्मः भूधातु परिशीलनं कुर्मः तत्र विकरणप्रत्ययः किम् शप् शप् शप् तत्र के के वर्णाः गच्छन्ति अथवा लोपकार्यं वयं कुर्मः शकारः पकारः शकारः आ एव विशिष्टभागमस्ति अवशिष्टभागम् आ परन्तु आ यद् अवशिष्टभागमस्ति तस्य नामानि अपि प्राप्तं केन कारणेन विकरणप्रत्यये विकर ओरिजिनल् औपदेशिकविकरणप्रत्ययस्य कार्यं वयं कृतवन्तः प्रत्यय उपरि पकारस्य लोपकार्यं कृतवन्तः शकारस्य लोपकार्यं कृतवन्तः वदतु भवती एकवारं प्रश्नं वदतु भगिनि यस्मिन् समये अहं प्रश्नं पृच्छामि तस्मिन् समये मौनं स्थातव्यम् ओके अन्यथा प्रश्नस्य श्रवणं न भविष्यति ओके पकारस्य इत्संज्ञा कृतं तदा नाम अपि आगच्छति नाम किम् आगच्छति नाम इत्संज्ञा इत्संज्ञा पकारस्य इत्संज्ञा यदा वयं कुर्मः तत्र शप् प्रत्ययस्य अन्य एकं ना एकः नाम आगच्छति एकं नामम् आगच्छति न तत् किम् ओके शकारस्य इत्संज्ञा कृतम् आं भगिनि अतः नाम किम् आगतं तत्र यस्य कस्य प्रक्रिया ओके वदतु प्रक्रिया प्रक्रिया इत्संज्ञा प्रक्रिया यस्य कस्य इत्संज्ञा कुर्मः तस्य आधारेण नामकरणमपि भवति अतः शकारस्य इत्संज्ञा कुर्मः चेत् षित् इति नामकरणं शकारस्य इत् इति षित् ओके शकारस्य इत्संज्ञातम् अतः किं नाम पित् पित् अत्र अस्ति आ अवशिष्टभागं एतस्य नामानि कानि एकं तु अस्ति विकरणप्रत्ययः द्वितीयम् अस्ति शप् क्षम्यतां द्वितीयम् अस्ति षित् तृतीयम् अस्ति पित् अवगतं टिप् अवगतं भगिनि हिप् न अहं शप् विषये वदामि षित् एव षित् अवशिष्टभागः किम् अकारः एव अवशिष्यते परन्तु अकारात् पूर्वं तस्य नाम किम् आसीत् प्रकारात् पूर्वं तदस्ति विकरणप्रत्ययः न आं भगिनि अवशिष्टमस्ति एतस्य एकं नाम अस्ति विकरणप्रत्ययः ओके ओके हा द्वितीयं नाम किम् आम् आम् न द्वितीयं नाम षित् एव षित् तस्य आधारेण इत्संज्ञा इत्संज्ञा चकारस्य इत्संज्ञा अभवत् तदनुगुणं नूतननाम प्राप्तं तदस्ति षित् ओके षित् पुनः नाम अस्ति तत् किम् गुणः वा हा गुणः गुण इतोपि एकनाम आगच्छति न केवलं शकारस्य संज्ञा अभवत् वा आम् आं भगिनि न न शकारस्य अपि इत्संज्ञा अभवत् पकारस्य अपि इत्संज्ञा अभवत् अतः अवशिष्यरूपम् आ एव ओके अतः इदानीं नामानि कानि नामानि कानि षित् षित् सार्वधातुकम् न एकनिमिषम् अवगन्तुं प्रयत्नं करोतु अकारः यत् अस्ति अवशिष्टभागः तदस्ति विकरणप्रत्ययः आम् आं भगिनि अतः एकनाम तु विकरणप्रत्ययः आगच्छति अवगतं वा न अवगतम् अवगतं भगिनि षित् षकारः इत्संज्ञा अभवत् तेन कारणेन षित् इति द्वितीयनाम आगतम् आम् पकारः इत्संज्ञा इति कारणेन पित् इति तृतीयनाम आगतम् आम् आं भगिनि अतः अकारस्य के कानि कानि नामानि वदतु इदानीं विकरणप्रत्ययः अवशिष्यरूपं विकरणप्रत्ययस्य अवशिष्यरूपम् अण्ड् षित् पित् ओके अतः नामत्रयम् अस्ति अकारस्य अवगतम् अवगतम् अवगतं तेन कारणेन एव वयं विकरणप्रत्ययस्य अवशिष्टभागः अकारः वदामः षित् अस्ति तेन कारणेन वयं किं निर्णयं कुर्मः षित् सार्वधातुकं तिङ् षित् सार्वधातुकम् इति उच्यते इति वदनीयम् पुनः नामकरणं भवति तदनुगुणं सार्वधातुकार्धधातुकयोः इति सूत्रस्य आधारेण वयं किं कार्यं कुर्मः गुणकार्यं गुणकार्यं तदा एव कर्तुं शक्नुमः ओके इदानीं रीजनिङ्ग् दर्शयतु गुणकार्यस्य आधारं किम् गुणकार्यस्य आधारं सार्वधातुक आर्वधातुकयोः एकस्य अङ्गस्य गुणकार्यं भवति ओके परन्तु तत् कथं वयं प्राप्तवन्तः तत्पूर्वं किं किं परिशीलनं कर्तव्यं वदतु विकरणप्रत्ययः अकारस्य पूर्वं पूर्वम् इकः इक्वर्णः अस्ति अकार इत्युक्ते अङ्गभागे इक्वर्णः अस्ति परन्तु इक्वर्णस्य उपरि यत्किमपि वयं कार्यं कुर्मः तस्य आधारः किं कण्डिशन्स् किम् ऋक्वर्णस्य गुणः सार्वधातुक अर्धधातुक सार्वधातुक अर्धधातुकयोः एतस्य सूत्रस्य आधारेण वयं साक्षात् वद् कुर्मः परन्तु कथं वयं प्राप्तवन्तः सार्वधातुक अर्धधातुकयोः एतस्य उपयोगं कर्तुं शक्नुमः इति अस्मिन् विषये चिन्तनं करोतु डैरेक्ट्लि वि कान् डू सार्वधातुक अर्धधातुकयोः न पदच्छेदं करणीयम् अत्र अधिकम् उ अधिकम् आ अधिकं सि अवगतवती तिष्ठतु किञ्चित् भवती न अवगतवती सार्वधातुक अर्धधातुकयोः तत्पूर्वं निर्णयं कर्तव्यं न सार्वधातुकम् अस्ति वा अर्धधातुकम् अस्ति अन्यथा सार्वधातुक अर्धधातुकयोः एतस्य उपयोगः एव नास्ति न आम् अतः कथं भवती निर्णयं कृतवती सार्वधातुकम् अथवा आर्धधातुकम् अस्ति इति तिंशित् सार्वधातुकमेव ओके तिंशित् सार्वधातुकं बहु सम्यक् परन्तु तस्य उपयोगं कथं कृतवती केन आधारेण कृतवती तिंशित् सार्वधातुकयोः इक् इक् वर्णस्य गुणः भवति सत्कारणेन तत्तु विधिः अस्ति ओके भागीरथी इस् स्ट्रग्लिङ्ग् अ हेल् आफ् अ लाट् चन्द्रमती किञ्चित् सहायार्थम् आगच्छतु यदस्ति तत्तु विधिकार्यं कृते उपयोगं कर्तुं शक्नुमः परन्तु तत्पूर्वं किं किं निर्णयं कर्तव्यं शप् विकरणप्रत्ययः अत्र शिप् अस्ति पित् अस्ति अतः किञ्चित् सार्वधातुकसंज्ञा प्राप्नोति अतः सार्वधातुकयोः इति सूत्रेण गुणः एकवर्णस्य गुणः भवति भागीरथी अवगतवती अवगतवती तेन आधारेण वयं सार्वधातुक अर्धधातुकयोः एतस्य सूत्रस्य उपयोगं केन आधारेण कर्तुं शक्नुमः यदा प्रत्ययः सार्वधातुकप्रत्ययः अस्ति अथवा आर्धधातुकप्रत्ययः अस्ति कथं निर्णयं वयं कृतवन्तः एतत् सार्वधातुकप्रत्ययः अस्ति वदतु किञ्चित् सार्वधातुकम् हा किञ्चित् सार्वधातुकम् इति सूत्रस्य आधारेण अ यदस्ति तत् सार्वधातुकप्रत्ययः इति संज्ञाक् नामकरणम् आं भगिनि केन आधारेण संज्ञा भवति ओके केन आधारेण अकारः कथमस्ति अकारः विकरणप्रत्ययः विकरणप्रत्ययः ओके तस्य गुणाः काः इत्संज्ञा अनन्तरम् अकारः अवशिष्यते अरे अरे वाट् आर् द केरेक्टर् ट्रेट्स् आफ् अकार अकार विकरणप्रत्ययः विकरणप्रत्ययः पुनः अन्य नाम किम् वाट् आर् दिस्ति भगिनि षित् अस्ति केन कारणेन षित् अस्ति आम् न षकारस्य इत्संज्ञा अभवत् अतः षित् अतः षित् अतः अत्र पश्यतु किञ्चित् सार्वधातुकम् अत्र कण्डिशन् किम् अस्ति हा सार्वधातुकम् इति डिक्लेर् कर्तव्यं चेत् किं किं कण्डिशन् भवितव्यम् तिंशित् सार्वधातुकसंज्ञा भवितुमर्हति न एवं न हा सार्वधातुकं यदा अहं डिक्लेर् कर्तुम् इच्छामि तदा किं परिशीलनं कर्तव्यं प्रत्ययः यदस्ति अत्र अस्माकं हस्ते अ इति अस्ति प्रत्ययः यदस्ति तत् सित् प्रत्ययः अस्ति अथवा षित् प्रत्ययः अस्ति तदा एव प्रत्ययस्य नामकरणं सार्वधातुकम् इति आगच्छति ओके नाट् येट् अण्डर्स्टूड् ओके वक्तव्यं चेत् तत् बहु सरलमस्ति वाट् डिड् यु अण्डर्स्टाण्ड् कम् आन् स्पष्टीकरणं करोतु तिष्ठतु प्रश्नं शृणोतु ओके तदनन्तरम् उत्तरं ददातु अवगतम् आं भगिनि इदानीं मम प्रश्नः अस्ति सार्वधातुकार्धधातुकयोः इति सूत्रस्य उपयोगं कर्तुं भवती इच्छति सत्यम् आम् अतः एतस्य उपयोगं कदा भवितुम् अर्हति विकरणप्रत्ययः विकरणप्रत्ययस्य इत्संज्ञा अनन्तरम् अकारस्य अकारः एव अवशिष्य भागम् अत्र षित् सार्वधातुकम् इति अवधेयम् अत्र तत् सार्वधातुक अकारः सार्वधातुकसंज्ञा भवति केन कारणेन तिङ्क्षित् सार्वधातुकम् अतः इति कारणेन विकरणप्रत्ययस्य अकार वशिष्यभागं तिङ्क्षित् सार्वधातुकसंज्ञा भवति इत्यस्य आधारेण इत्यस्य आधारेण उत्तरं जानाति परन्तु प्रोसेसिङ्ग् न जानाति गीता केवलं प्रश्नस्य उत्तरं ददातु वा गीता अस्तु महोदय पुनः अहं पृच्छामि सार्वधातुकार्धधातुकयोः सार्वधातुकार्धधातुकयोः इति सूत्रं वयम् उपयोगं कर्तुम् इच्छामः ओके अस्तु कारणं तत्र किं गुणकार्यस्य विषये दत्तमस्ति अत्र गुणकार्यस्य विषयम् अस्ति किम् इक् वर्णः भू तत्र इक् वर्णः साक्षात् दृश्यते अतः सार्वधातुकार्धधातुकयोः इति सूत्रम् उपयोगं कर्तुं वयम् इच्छामः तत्पूर्वं किं किं परिशीलनं कर्तव्यम् सार्वधातुकम् इति भवति चेत् तिङ्क्षित् तिङ् अपि भवितव्यं षित् अपि भवितव्यम् अत्र षित् अपि अस्ति तिङ् अपि अस्ति अतः सार्वधातुकम् ओ अकारे तिङ् अपि अस्ति तिङ् अस्ति अकारः अकारे षित् अपि अस्ति पित् अपि अस्ति ओके परन्तु भवती उक्तवती तिङ् षित् द्वयमपि भवितव्यम् इति तिङ् प्रत्ययः अस्ति तिङ् प्रत्यये तु अनन्तरम् आगच्छति महोदय आम् आम् आम् आम् आं भगिनि ओके इदानीं सार्वधातुक अर्धधातुकयोः किं सार्वधातुक अर्धधातुकयोः इत्युक्ते सार्वधातुकमपि भवति आर्धधातुकमपि भवति इति. सार्वधातुकं भवति अथवा आर्धधातुकं भवति चेत् तथा एव गुणकार्यं कर्तुं शक्नुमः. आम् अवगतं तावत्. आं भगिनि. अतः यत्किमपि प्रत्ययः आगच्छति वयं परिशीलनं कुर्मः प्रथमं. सार्वधातुकम् अस्ति वा इति, आर्धधातुकं वा. अतः सार्वधातुकम् अस्ति इति कथं निर्णयं कुर्मः? अत्र तिंशित् सार्वधातुकं, तिंशित् अस्ति चेत् सार्वधातुकम् अत्र षित् इति भवति, तिङ् इति भवति. तिङ् कुत्र अस्ति? अत तिङ् लट्लकारे तिङ् भवति. परन्तु प्रतिवारं प्रत्ययस्य कृते वयं किं परिशीलनं कुर्मः? द्वयमपि एकत्रीकृत्वा आगच्छति वा? अयदस्ति शक् यदस्ति षित्तपि भवति पित्त अपि भवति. तत्र सत्यम् ओके. परन्तु यदस्ति तत् विकरणप्रत्ययः अस्ति. विकरणप्रत्यये एव शप् इति भवति. अतः एकनिमिषं भवत्याः उत्तरानुगुणं शप् यदस्ति तत् किमपि अस्ति अपि अस्ति सत्यं वा? आं भगिनि. शप् विकरणप्रत्यये शप् किमपि अस्ति कथं भो? न न न न भगिनि न भगिनि, तिङ् तत्र नास्ति. तिङ् तत्र नास्ति. अतः यदस्ति अवशिष्टभागं तत् किमपि अस्ति शिक्षपि अस्ति कथं वक्तुं शक्नुमः? ऐम् कन्फ्यूसिङ्ग् आल् लट्लकारे भवितव्यम् इति न लट्लकारे अनन्तरं कीयदस्ति ओके कीयदस्ति तत् किम् तिप् अस्ति तत्र. यो तत्र लट्लकारे तिप् अस्ति. तस्य नाम किं भवती तु तिप् अस्ति वदति, तिप्तरूपम् अस्ति. तद्रूपं वयं प्रथमपुरुषः एकवचनस्य कृते उपयोगं कुर्मः तदस्ति तिप्. परन्तु सम्पूर्ण शार्ट् फार्म् किम् अस्ति तस्य कृते? तिप्तस्ति तां परन्तु तदस्ति किं प्रत्ययः? न परस्मैपदी आत्मनेपदी सर्वे सर्वम् एकत्रीकृत्वा प्रत्ययस्य किम् सुब्रह्मण्यं वदतु महोदय. सी देर् इस् अ प्राब्लम् ओवर् हियर्. पीपल् हाव् नाट् येट् काट् आन् टु वाट् इस् थिङ्ग्, वाट् इस् सुप्, what is pratyayah, okay, train them on that. No let me clarify mode. I was silent, let me clarify. Atra everyone wants to not listen to the question first, they want to answer before they listen to the question. That is the problem that I see. Everywhere this is the same story, don't worry. That is the reason why these are people who have gone through this adequately. Geeta mahodaye यदा भू इति कार्यं स्वीकृत्य प्रथमं शृणोतु महोदय, कृपया प्रथमं शृणोतु. भू यद् धातुः अस्ति तत् स्वीकृत्य किं प्रत्ययस्य निष्पन्नं करणीयम्, अतः भूधातुः कस्मिन् गणे अस्ति? द्वादिगणे अस्ति. अतः विकरणप्रत्ययस्य योजनं करणीयं वा न वा? महोदय कृपया पूर्णतया प्रश्नं श्रुत्वा एव उत्तरं ददातु इति प्रार्थना. अतः तिङ् प्रत्ययस्य योजनं साक्षात् कर्तुं शक्यते वा? न. अतः किं करणीयम्? किम् आगच्छति? विकरणप्रत्ययः आगच्छति. अतः वादिगणे विकरणप्रत्ययकः शप् अस्ति. शप् अस्ति. अतः वादिगणे लट्लकारे तस्मैपदि प्रत्ययः किति प्रत्ययः किम्? तिप् अस्ति. तिप् अस्ति खलु. अतः आदौ किं करणीयम्? प्रथमकार्यं किम् अस्ति? शप् आदौ प्रकरणं किम् अस्ति? षप् स्वीकृत्य किं करणीयम्? शकारस्य इत्संज्ञा भवति. इत्संज्ञा महोदय प्रकरणं करणीयं. तदेव मया पूर्वमेव उक्तं क्रमशः करोतु. इत्संज्ञाप्रकरणं करोतु. केन कारणेन इत्संज्ञाप्रकरणं कुर्मः? तत्र किं भागम् अवशिष्ये तस्य योजनं करणीयम् इति कारणेन. तस्य योजनमेव निरनुबन्धरूपमेव योजनं कर्तुं शक्यते इति कारणात् अनुबन्धवर्णाः संज्ञा प्राप्तुं. अतः शप् स्वीकृत्य इदानीं वदतु इत्संज्ञाप्रकरणं. लषक्व तद्दिदे इति कारणेन इति सूत्रेण शकारस्य इत्संज्ञा भवति. तदनन्तरं हलन्त्यम् इति सूत्रेण सकारस्य इत्संज्ञा भवति. अतः अवशिष्टरूपं किम्? अकारः एव. अतः षप् प्रत्यय इदानीं वदतु कीदृशः प्रत्ययः? षप् प्रत्ययः षित् अस्ति इति कारणेन सार्वधातुकप्रत्ययः. सार्वधातुकप्रत्ययः केन कारणेन सार्वधातुकप्रत्ययः? तिंशित् सार्वधातुकं. तिंशित् सार्वधातुकम् इति उत्तमं. तदनन्तरम् अन्यवर्णस्य इत्संज्ञा अपि अभवत् खलु तस्य वर्णस्य? पकारस्य. अतः लक्षणं किं? विकरणप्रत्ययस्य लक्षणं किम् इदानीं? षित्. तदनन्तरं पित् अपि अस्ति. पित् अपि अस्ति. अतः षप् प्रत्ययः इदानीं वदतु कीदृशः प्रत्ययः? षप् प्रत्ययः सार्वधातुकप्रत्ययः. सार्वधातुकः षित्. सार्वधातुक पित् प्रत्ययः खलु? आम् आम् आं महोदय. सार्वधातुक पित् प्रत्ययः. इदानीं केन सूत्रेण गुणकार्यं भवति? तिंशित् सार्वधातुकम् सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति. गुणकार्यं भवति. अतः तदेव उमा भगिनी पृष्टवती आदौ विकरणप्रत्ययस्य कार्यं करोतु, तत्प्रति अङ्गं यदस्ति तदुपरि कार्यं भवति इति बहुवारं वदति. यः प्रश्नः पृच्छति तस्य उत्तरमेव ददातु प्रश्नं पूर्णतया श्रुत्वा इति प्रार्थना. अस्तु महोदय. अग्रे स्टक् ओवर् हियर्. अग्रे गन्तुं न शक्नुमः. ओके, यावत्पर्यन्तं किमपि प्रश्नः अस्ति वा? ऐ एम् 100% श्योर् अण्डर्स्टाण्डिङ्ग् इस् नाट् क्लियर्. ओके, परन्तु अभ्यासेन एव एतत् सर्वं स्पष्टं भविष्यति. वारं वारं यदा वयं सूत्रम् उपयोगं कुर्मः, हा, केन कारणेन किं सूत्रं वयम् उपयोगं कुर्मः, तत् चिन्तनं कृत्वा अग्रे गच्छामः चेत् स्टेप्स् मनसि अथवा स्मरणे सम्यक्तया तिष्ठति. ओके, अतः एव अहं यावत् प्रश्नाः पृच्छामि. ओके, तत्तु गणितं समानमस्ति. क्रमशः करणीयम् गणितं, शब्दानां गणितम्, अक्षराणां गणितं तदेव अस्ति. अस्माकं संस्कृतव्याकरणं गणितम् एव. ओके अन्य किमपि अस्ति वा इट्स् वेरि मेथमेटिकल् अत्र कथमहं प्रश्नं निर्णयं कृतवती सामान्यतया सर्वे जनाः वदन्ति सार्वधातुक अर्धधातुकयोः ठडाक् ओके गुणकार्यं परन्तु सार्वधातुक अर्धधातुकयोः पूर्वं किं किं निर्णयं कर्तव्यं प्रथमं सार्वधातुकम् अस्ति अथवा अर्धधातुकम् अस्ति केन कारणेन वयं सार्वधातुकम् अस्ति इति निर्णयं कर्तुं शक्नुमः कण्डिशन्स् किं तत् तदर्थं तिङ् भवितव्यम् अथवा षित् भवितव्यं यदा तिङ् अपि नास्ति षित् अपि नास्ति तदा अवशिष्टम् आर्धधातुकम् इति आगच्छति तदपि वयं दृष्टवन्तः इदानीमेव कस्मिन् गणे उ यत्र प्रत्ययः अस्ति तनादिगणे तत्तु वयं दृष्टवन्तः अवगतम् एतस्य कारणेन अग्रे अग्रे एवं प्रश्नं पृष्टवती परन्तु चिन्तयामि अधिकं प्रश्नं न प्रष्टव्यम् इति कन्फ्यूषन् क्रियेट् भवति जया अग्रे पठतु कुत्र अस्ति ओ एतत् सर्वं तु समाप्तम् तत्तु सत्यं प्रश्नं प्रश्नं तु किञ्चित् कन्फ्यूषन् अपि क्रियेट् करोति न क्रियेट् भवति परन्तु सम्यक् अवगतमपि भवति खलु ओके पश्यामः पश्यामः ओके जया आम् पठतु यदा अदादि यथा अदादिगणे ई धातुः गतौ ई योगतिप् सार्वधातुक अर्धधातुकयोः इत्यनेन सूत्रेण इगन्ताङ्गस्य इकः गुणः एति इति रूपम् सिद्धं किन्तु द्विवचने तस् इति तिङ्प्रत्ययः अपित् अतः गुणः निषेधः ई योगतः इतः इति रूपं किञ्चित् एतस्य स्पष्टीकरणं करोतु अदादिगणे अदादिगणे अदादिगण इत्युक्ते तत्र तु विकरणप्रत्ययः एव नास्ति नास्ति इन् गतौ इति धातुः अस्ति ओके एकनिमिषम् अत्र पश्यामः इन् गतौ इति धातुः अस्ति तत्र अवशिष्टभागं किं वयं प्राप्नुमः केन कारणेन इत्संज्ञाप्रकरणं सम्पूर्णतया वदतु सूत्रं वदतु किं किं कार्यं कर्तव्यं वदतु सर्वं वदतु करोतु So in the Adadigane, there is no, Vikaran Pratyaya, okay? So, Tasya Kim Bhavati Shap Asti, Tasya Luk Bhavati. Atta Vikaran Pratyaya Se Samasya Nasti. Asti. So then, इति धातु अस्ति ओके अवशिष्टभागं किं भवती तु उक्तवती इ कथं प्राप्तवती विस्मृतम् विस्मृतं नकारः कुत्र गतम् Let's see, Kanamma. Asti? Oh God. Kanamma Nasti. Muthulakshmi. Lakshmi Asti. Ah, okay. Daya Vadati. In Dhatu. Avashita Bhagah. Nakara Kutra Gatam. सूत्रेण तस्य लोपः भवति इत्संज्ञा भवति तस्य लोपः भवति कथम् इत्संज्ञा भवति केन सूत्रेण अलन्त्यम् अलन्त्यम् इति सूत्रेण नकारस्य इत्संज्ञा भवति अनन्तरं तस्य लोपः भवति ई अवशिष्यति ई एव अवशिष्टभागः तया स्मृतं वा इदानीं गतौ अवशिष्टभागः कृते वयं किं योजयामः विकरणप्रत्ययः नास्ति अधुना तत्र गतम् इदानीं किं योजयामि सः न प्रथमं प्रथमपुरुषः एकवचनरूपं इदानीं कृते अधिकं टिप् ओके सूत्रेण प्रकारस्य इत्संज्ञा भूत्वा तस्य लोपः भूत्वा ति अवशिष्यभागं तिष्ठति जया वदति कन्नमा तिष्ठतु न भवती साहाय्यार्थम् आगच्छति जया कष्टम् अनुभवति चेत् अहं भवत्याः नाम आह्वयामि हा ओके जया पुनः आगच्छतु अत्र अधिकं टिप् अग्रे प्रोसेसिङ्ग् करोतु पकारः पकारः विल् डिसपियर् अण्ड् द टी विल् रिमेन् कथम् ओय् ओय् संस्कृतं वदतु प्रथमं द्वितीयं केन कारणेन तदपि स्पष्टं वक्तव्यम् सूत्रम् केन सूत्रेण तस्य लोपः कारणेन ओ ओ ओ तस्य लोपस्य पूर्वं किं सूत्रम् उपयोगं करिष्यति साक्षात् तस्य लोपः उपयोगं करोति वा नो देर् इस् ए सूत्रं फर् दट् सूत्रं किम् विस्मृतं कन्नम्मा सूत्रं किं सूत्रेण सकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति पर्याप्तं कन्मा साहाय्यं मा करोतु यावत् आवश्यकं तावदेव करोतु चलो जया किं किं कर्तव्यं हलन्त्यं कारणेन सो नौ पकार निष्कास्य टि अवशिष्टभागम् टी अवशिष्टभागं तस्य एक्स्प्लेनेशन् ददातु इदानीं हा यत् कण्डमा उक्तवती हलन्त्यम् इति सूत्रेण कारणेन पा निष्कासयति इत्संज्ञाप्रकरणम् इत्संज्ञा इति न पा इत्संज्ञा भवति तदनन्तरं तस्य लोपकारणेन तस्य लोपः इति कारणेन पा निष्कास्य अपि अवशिष्टभागः अवशिष्टभागः इदानीं पिप् यदस्ति पि यत् अवशिष्टभागः अस्ति तस्य अन्यनाम किम् तिङ् तिङ् हा तिङ् प्रत्ययः इतोपि नाम किं केवलं पि कृते तिप् तिङ् प्रत्ययः प्रत्ययः तिप् अस्ति तत्र पकारस्य लोपकार्यं कृतं सः अन्यनाम किम् यस्य यस्य लोपकार्यं कुर्मः तस्य नामकरणमपि आगच्छति अहं शप् विषये अहं तु स्पष्टीकरणं कृतवती अतः तेन कारणेन वदतु पित् कथम् आगतं पित् इति नामकरणं पकारस्य पकारस्य this is pakarasya it sanya asti atava tasya nama pit pit chakarasya pit this is pakarasya it sanya it is pit yeah atana pi avashishta bhagasya namani kani विकरण तत्र विकरणप्रत्ययः अस्ति वा तिङ् तिङ् प्रत्ययः तिङ् इति नाम अस्ति प्रत्ययस्य अन्यनाम किम् इत्संज्ञा कारणेन कस्य इत्संज्ञा कृतवती टिप् सम्पूर्ण टिप् इत्संज्ञा वा न पकार पकार इत्संज्ञा कारणेन निष्कास्य अपि अवशिष्टभागम् लुक्स् लैक् दे आर् डूङ्ग् सम्थिङ्ग् एल्स् अलाङ्ग् वित् द क्लास् या Nobody is understanding the namakaranam also, huh? Okay. Punaha aham vadami, huh? Shap yadasti, huh? Atra shakarasya itsanya abhavat tena karanena shit iti nama. Okay. Punaha shap yadasti tasya पकारस्य इत्संज्ञा अभवत् तेन कारणेन इति नामकरणं परन्तु ओरिजिनलि शप् यदस्ति ओ ओरिजिनलि शप् यदस्ति तदस्ति विकरणप्रत्ययः विकरणप्रत्ययः अतः कति नामानि सन्ति शप् प्रत्ययस्य कृते वदतु जया शप् प्रत्ययः विकरण वि केन् काल् शप् प्रत्यय शिप्त् आर् प्रत्यय त्रीणि अतः कति नामानि सन्ति त्रीणि नामानि त्रीणि एतानि कानि विकरणप्रत्ययः शिप्त् अण्ड् पित् न श्रुतं विकरणप्रत्ययः अनन्तरं विकरणप्रत्ययः षित् अण्ड् पित् षित् अण्ड् पित् इदानीं पित् यदस्ति पित् यदस्ति एतत् किं प्रत्ययस्य नाम किं तिङ् प्रत्ययस्य अन्यनाम किं तिङ् प्रत्ययः तिङ् प्रत्ययः ओके तिङ् प्रत्ययः अहं किं कृतवती ऐ डोण्ट् नो वाट् ऐ डिड् तिङ् प्रत्ययः नास्ति महोदय शप् प्रत्ययः विकरणप्रत्ययः अस्ति तिङ् प्रत्ययः विषये वदामि शप् विषये तु समाप्तं हा ओके एतत् सर्वं शप् विषये इदानीं तिप् विषये पश्यामः हा ओके इदानीं तिप् यदस्ति ओके तत्र इत्संज्ञकवर्णः किं पकार पकार हा तेन कारणेन नाम किम् पकारस्य इत्संज्ञा अस्ति चेत् नाम किम् आगच्छति पिद् पिद् ओके किमर्थम् एतत् सर्वं महत्त्वपूर्णमस्ति कारणम् अस्माकं सूत्रं किं वदति पश्यतु अस्माकं सूत्रं किं वदति तिङ् अस्ति अथवा शित् अस्ति तदा एव सार्वधातुकम् इति वयं नामकरणं कर्तुं शक्नुमः यावत्पर्यन्तं नामकरणं सार्वधातुकं न आगच्छति तावत्पर्यन्तं सार्वधातुक अर्धधातुकयोः एतस्य सूत्रस्य अवकाशः एव न आगच्छति अवगतं भागीरथी गीता हा भागीरथी गीता हा महोदय अवगतम् अवगतम् अवगतं महोदय अहं यावत् प्रश्नं पृच्छामि हा कारणम् अग्रे साक्षात् कार्याणि करिष्यामः ओके अवगतं भगिनि हा अभ्यासः सन्ति न अत्र हा अग्रे अभ्यासः अस्ति कुत्र हा अत्र पश्यन्तु हा अभ्यासः सन्ति कथं निर्णयं कुर्मः तस्य अवगमनमपि भवितव्यं न ओके अतः एव इदानीं कथं प्रश्नं प्रष्टव्यं स्वस्य कृते एव प्रश्नं प्रष्टव्यं हा अन्यान् कृते न स्वयमेव प्रश्नं पृच्छतु उत्तरमपि परिशीलनं करोतु यत् उत्तरं प्राप्तव्यम् अथवा मम हस्ते भवितव्यम् एतस्य कारण कार्यस्य कृते तत् तस्य अवगमनं सम्यक् भवितव्यम् ओके ओके इदानीम् अवगतं केन कारणेन अहं यावत्पर्यन्तं सार्वधातुक अर्धधातुकयोः तत्र एव स्थितवती अस्तु भगिनि अवगतं भगिनि अवगतम् अवगतं मुखेन वदति अनन्तरं तु पश्यामः कार्यं कथं भवति इति मेत्स् अस्ति न ओके कण्णम्मा महोदय आगच्छतु कियत्पर्यन्तं वयं पठितवन्तः कण्णम्मा भवत्याः ध्वनि सम्यक् न आगच्छति इदानीं श्रूयते वा भगिनि श्रूयते इन् गतौ विषये वयं दृष्टवन्तः इदानीम् अदादिगणस्य विषये पश्यामः पठतु तथैव अजादिगणे रुत् धातुः रुत् अधिकं तिप् उगन्तलघुपदस्य च इत्यनेन सूत्रेण एकवचने उपदाया इकः गुणः रोदिति इति सिद्धम् किन्तु द्विवचने तस् इति तिङ् प्रत्ययः अपित् अतः गुणनिषेधः रुत् अधिकं तः रुदितः इति रूपम् जुहोत्यादिगणे अपि तथा हु धातोः द्वित्वं कृत्वा जुहु इति अङ्गं जुहु अधिकं ति गुणकार्यं जुहोति इति रूपं निष्पन्नं परन्तु द्विवचने जुहु अधिकं तस् जुहुतः अपि त्वात् गुणाभावः गुणस्य अभावः पूर्वम् अङ्गस्य एकः गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण इदानीम् उगन्तलघुपदस्य अपि गुणः एकवचने भवति किमर्थं पित् अस्ति पित् अस्ति तत्कारणेन गुण एकगुणवृत्ति गुणकार्य टुवर्ड्स् गुणकार्यं प्रेरयति तिङ् तिङ्क्षित् सार्वधातुकं भूत्वा सार्वधातुकार्धधातुकयोः सूत्रेण अनन्तरं पुगन्तलघुपदस्य च इति सूत्रेण उपधायां स्थित्वा लघु उकार लघु उकारस्य गुणः भवति अत्र उकारः ओकारः भवति रोदति इति अवशिष्यभावं भवती उक्तवती सार्वधातुकार्धधातुकयोः इति सूत्रेण कथम् अस्मिन् सन्दर्भे ऋतुधातुकसन्दर्भे सार्वधातुकार्धधातुकयोः एतस्य उपयोगं शक्यते वा उगन्तलघुपदस्य इति सूत्रेण उगन्तलघुपदस्य भवती उक्तवती परन्तु सार्वधातुकार्धधातुकयोः तदपि उक्तवती अतः द्वयोः उपयोगं शक्यते वा उगन्तलघुपदस्य च तत्र सार्वधातुक अर्धधातुकयोः पूर्वसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुण सार्वधातुक अर्धधातुकयोः इति अत्र कन्फ्यूषन् अधिकम् अस्ति ओके कन्नम्मा स्पष्टीकरणार्थं वयं सार्वधातुक अर्धधातुकयोः सूत्रं कथम् उपयोगं कर्तुं शक्नुमः सार्वधातुकम् अस्ति चेत् आर्धधातुकम् अस्ति चेत् तदा तत्र गुणिमा भवति यदा अहं सार्वधातुकार्धधातुकयोः उपयोगं करोमि तदा गुणकार्यं कस्मिन् भागे भवति धातोः कस्मिन् भागे भवति धातोः येन विधिस्तुदन्तस्य अनन्तरम् अलन्तस्य अन्तस्य तत्र भवति अलन्तस्य एण्ड् आफ् द इगन्त अन्तः इकः भवति चेत् तत्र गुणः भवति तत्र गुणः भवति वर्णस्य कृते कण्डिशन् अस्ति वा दीर्घम् इति किमपि कण्डिशन् अस्ति कण्डिशन् नास्ति अतः यदा अन्तिमभागे अस्ति तदा रस्म अस्ति वा दीर्घः अस्ति द्वयमपि चलति तस्मिन् समये सार्वधातुकार्धधातुकयोः सूत्रस्य प्रसक्तिः आगच्छति परन्तु अत्र अस्माकं हस्ते किमस्ति ऋत् इति धातुः अस्ति अन्तिमभागे वर्णः उपादायाम् अस्ति एकनिमिषं प्रथमं प्रश्नस्य उत्तरं ददातु अनन्तरम् अग्रे भागे अन्तिमभागे वर्णः अस्ति वा न अतः सार्वधातुसार्वधातोः एतस्य सूत्रस्य अवकाशः मिलति वा? न मिलति न. तदा वयं किं कुर्मः? उत्पदायां किम् अस्ति परिचयं कुर्मः. किं प्राप्नोति तत्र? एकः वर्णः अस्ति चेत् उपदानः अस्ति. एकनिमिषम्, इत्वर्णः अस्ति तदपि कष्टमस्ति वा दीर्घमस्ति? हरि ओं भगिनी, भवत्याः प्रतिध्वनि आगच्छति भगिनि. मम प्रतिध्वनि अत्र स्पीकर् मध्ये अस्ति भवति. नमः महोदय. उक्तवान् महोदय भवती हेड्फोन्स् प्रयोजनं करोति वा? हेड्फोन्स् हेड्फोन्स् Somebody has two systems on. Yeah, I'll take off the headphone and see, okay? Now it is okay. Now it is okay. One minute. Sorry. That's why I put on the headphone. Sorry. Hello? Are you with me? Hariyom. इदानीं यावत्पर्यन्तम् अवगतं सार्वधातुसार्वधातुकयोः कृते किं वयं परिशीलनं कुर्मः? इक्वर्णस्य विषये अन्त इक्वर्णः अस्ति चेत् तस्य गुणः भवति इति सार्वधातुक अर्धधातुकयोः सूत्रे. सार्वधातुक अर्धधातुकयोः कृते अन्तिमवर्णः इक्वर्णः. तदा ह्रस्वमस्ति वा दीर्घमस्ति चिन्ता एव नास्ति. ओके, इदानीम् अस्माकं हस्ते रुद् धातु यदस्ति तत्र अन्तिमवर्णः इक् वर्णः अस्ति वा? अन्तिमवर्णः इक् नास्ति. इक् नास्ति, अतः वयं कुत्र परिशीलनं कुर्मः इक् वर्णस्य? इकः अस्ति वा इति परिशीलनं करोमि. उपदायाम् इक् वर्णः अस्ति वा नास्ति वा तदपि ह्रस्वमस्ति वा दीर्घमस्ति. ओके, तदा सूत्रं किम् आगच्छति तत् तस्मिन् समये यदा उपदायां ह्रस्व इक् वर्णः प्राप्नुमः तदा सूत्रं किम् आगच्छति? पुगन्तलघुपदस्य च. ओके, तदा एव पुगन्तलघुपदस्य च आगच्छति. सार्वधातुक अर्धधातुकयोः तस्य उपयोगमेव नास्ति अत्र. अवगतम्? अवगतं महोदय. अस्तु अस्तु, किञ्चित् क्लेशं. भवत्याः ध्वनिः सम्यक् न श्रूयते, किञ्चित् अधिकं करोतु. अधिकं आडियो अस्ति महोदय. इदानीं यदा कदा आगच्छति यदा कदा न आगच्छति. मम ध्वनि अस्तु भगिनि. ओके, इदानीं सम्यक् अस्ति. अतः इदानीं ऋतुधातुविषये स्पष्टीकरणं कथम् आगच्छति? लघुपदस्य च इत्येन सूत्रेण. तत्र सार्वधातुक अर्धधातुकयोः एतस्य प्रसक्तिः अस्ति वा? नास्ति भगिनि. नास्ति, नास्ति एव. कारणम् अन्तिमवर्णः इक् वर्णः नास्ति, अत्र द अस्ति. ओके, अग्रे द्विवचने वयं निश्चयं कृतवन्तः, तत्तु एकवचनरूपं. द्विवचनरूपं तत्र किम् आगच्छति? समस्या किम् आगच्छति तत्र? रुद् अधिकं तः अस्ति, पित् नास्ति. पित् नास्ति, तत् कारणेन गुणः निषेधः अस्ति. गुणः निषेधः, अतः साक्षात् रुदितः योजयित्वा रुदितः इति रूपं सिद्धम्. ओके, तदनन्तरं जुहोत्यादिगणे अपि किं भवति? हू धातोः तत्र द्वित्वं कृत्वा जुहु इति अङ्गं भवति. जुहु अधिकं ति, तत्र तत्र विकर्णप्रत्यय नास्ति अत्रापि गुणकार्यं प्रत्यय तिप् अस्ति प्रथमविप एकवचने तिप् तत्रापि पित् प्रत्यय अस्ति तत्कारणेन गुणकार्यं भवति. केन सूत्रेण? पुगत न गुणकार्यं भवति अत्र सार्वधातुकार्धधातुकयोः तिंशत् प्रत्यय सार्वधातुकं सार्वधातुकार्धधातुकयोः इति सूत्रेण. कश्चन किम् आडियो निष्कासनम्. ओके, वदतु. हा, अत्र सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य आधारेण कार्यं भवति कर्तुम् इच्छति. किमर्थम्? अत्र तिंसित् तत्र एकवर्णः अङ्गस्य अन्ते अस्ति, तिंसित् सार्वधातुकम् इति. अतः पुगन्तलघुपदस्य समस्या नास्ति. अवगतम्? अन्तिमवर्णः वर्णः अस्ति, सि यदस्ति तत् पित् अस्ति. अतः सार्वधातुकार्धधातुकयोः एतस्य अवकाशः मिलति. ओके, आम् अवगतं भगिनि. तदेव जुहोति इति रूपम् अवशिष्यति निष्पन्नम्. परन्तु द्विवचने जुः अधिकं तस् भवति, तत्र पित् नास्ति. पित् नास्ति तत् कारणेन अङ्गस्य अन्ते इक् भवति चेदपि गुणः न भवति, न भवति, कार्यं कर्तुं न शक्नुमः. सर्वजनाः यावत्पर्यन्तम् अवगतवन्तः? तत्र एक अक्लेश भव अवगत, तदपि अण्डर्स्टुड् वेल्. अनसूय एकनिमिषं कण्डम समाप्य आगच्छामि. एषः कुत्र आसीत्? तदेव सार्वधातुकार्धधातुकयोः अहं पुगन्तलघुपदस्य च इति सूत्रेण मिलित्वा उक्तवती, क्लियर् कृतवती, इदानीं सम्यक् अवगतवती. ओके, सार्वधातुक अर्धधातुकयोः केवलम् अन्तिम इक्वर्णस्य कृते, उपदायां यद् इक्वर्णः अस्ति तत्र तु पुगन्तलघुपदस्य. ओके, अनुसूय वदतु किं प्रश्नः. एकनिमिषं महोदय, पुगन्तलघुपदस्य च सूत्रेण पूर्वं तिंशित् न भवति. तिंशित् भवति न, तिंशित् इट् इस् कामन्. अस्ति तदा एव तु गुणकार्यं भवितुम् अर्हति न. it is common. After that, sarvadhatuka arthadyotika for the antima varna and puganta lagupadesya for upadayam, right? Satya. Mahode, tattu na. Atra, sarvadhatuka arthadyotika ha kevalam patyasya vishye eva asti. Aha, upadayam bhavet, ante bhavet, parestita प्रत्ययः सार्वधातुकः वा आर्धधातुकः वा भवेत् एव. सो सार्वधातुक आर्धधातुकयोः इस् देर् फार् बोत्. अन्तिमवर्णस्यापि अस्ति. एकनिमिषं महोदय, पुगन्तलघूपदस्य यत् अस्ति अत्रापि भवति एव. सो इवन् फार् पुगन्तलघूपदस्य परे सार्वधातुकः वा आर्धधातुकप्रत्ययः भवेत् एव. इट् हेव् टु बि फार् बोत्. Sorry for interrupting. Actually, when I studied earlier, this is what I understood, because only the other one, other things which you say, ena tatanta se alantyam, only that one gives the thing for that of giving it the end, and puganta lagupada se gives it for the upadayam. In both cases, Mahodaya, sarvadhatuka ardhadhatukayoh has to be there. That's what I understood when I was learning earlier, but today I don't know, this was told, so I thought that is also okay. Etana vidhi na pugant sarvadhatuka ardhadhatukayoh, where is this sampurna sutram kim sarvadhatuka ardhadhatukayoh सार्वधातुक आर्धधातुकयोः भवति इगन्तस्य अङ्गस्य पुनः सार्वधातुक आर्धधातुकयोः इति सम्पूर्णसूत्रम् अनुवृत्तिसहितसूत्रम् इक् अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. ओके, इक् अङ्गस्य गुणः. तदनन्तरं लेट् मी ओपन् अनदर् करपत्रं, द अदर् वन्. Wait, clarify this. Otherwise, if not today, at least next time we'll definitely clarify. Samayah jatah upadayam api gunaha tatrato puganta lagupadasya vishye uktam asti tat pashyamaha puganta lagupadasya cha tatra लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः. अत्र सार्वधातुक अर्धधातुकयोः अनुवृत्तिरूपेण आगच्छति. ओके, परन्तु पूर्वं सूत्रं यत् अस्ति तत् सार्वधातुक अर्धधातुकयोः इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. यदा सार्वधातुकणमा एतदेव वयं दृष्टवन्तः, सार्वधातुक अस्ति आर्धधातुक अस्ति, तदा इक् अङ्गस्य गुणः तत् कथं वयं प्राप्नुमः अङ्गस्य इक् वर्णस्य कृते. येन विधिस्तदन्तस्य, अनुसूया उक्तवती न, येन विधिस्तदन्तस्य एतस्य सूत्रस्य आधारेण विधि कुत्र भवति, इक् वर्णः यत्र प्राप्नुमः तत्र अङ्गम्, अङ्गे इक्वर्णः अस्ति चेत् गुणकार्यं भवति, तत् अपि वयं दृष्टवन्तः. तदनन्तरं कस्मिन् भागे अङ्गस्य, सम्पूर्ण अङ्गस्य वा केवलम् इक्वर्णः कुत्र अस्ति तत्र, अत्र अलोन्तस्य यत् लिखितम् अस्ति, अल्वर्णः अन्तिमवर्णः यत् अस्ति तत्र एव कार्यं भवति. अन्तिम अल्वर्णः इक्वर्णः भवति, तत् अपि अङ्गे अस्ति, तदा एव गुणकार्यं भवति यदा सार्वधातुकम् अस्ति वा आर्धधातुकम् अस्ति. उपदाविषये कथम् अस्ति, लघुपदस्य अङ्गस्य इकः गुणः. ओके, अतः लघुपदस्य इत्युक्ते उपदायां लघु इक्वर्णः अस्ति. ओके, इकः गुणः अङ्गभागे उपदायां लघु इक्वर्णः अस्ति यदा प्रत्ययः सार्वधातुकप्रत्ययः अस्ति अथवा आर्धधातुकप्रत्ययः अस्ति, तदा एव एतस्य परिशीलनं भवति. यदा अन्तिमभागे इक्वर्णः नास्ति परन्तु उपदायाम् इक्वर्णः अस्ति, तदा एतस्य सूत्रस्य प्रसक्तिः आगच्छति. सर्वे अवगतवन्तः? अवगतवन्तः भगिनी. This is what I understood earlier. This is what I studied. But today when you said that this Sarvadhatuka Ardhadhatuka Yoho doesn't apply for this, I thought maybe I was wrong. But when I studied, this is what I studied, that it comes for both Sarvadhatuka Ardhadhatuka Yoho. That is Anuvritti Rupena Agachati. Okay. So do not mistake Sarvadhatuka Ardhadhatuka Yoho. Okay. अत्र पश्यामः इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति एकं सूत्रम् अस्ति यत्र अन्तिम इक्वर्णस्य कृते कार्यं कुर्मः. ओके, अत्र पुनः अन्यसूत्रम् अस्ति लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः. अत्र सार्वधातुकार्धधातुकयोः यत् आगतं तत्तु अनुवृत्तिरूपेण आगतम्. ओके, अस्तु भगिनि, अस्तु. नौ इट् इस् क्लियर् नौ, ऐ अण्डर्स्टाण्ड् क्लियर्लि, पर्फेक्ट्लि क्लियर्. या, पर्फेक्ट्लि क्लियर्. इट्स् नौ ऐ वोण्ट् फोर्गेट्. यू हेड् अण्डर्स्टुड् इट् करेक्ट्लि. ओन्लि थिङ्ग् इस् यू यूस् सार्वधातुकार्धधातुकयोः in a different sense. Okay, so now I hope everybody has understood. Anusuya, vadatu. Mahode, Prathamapurushe Dvivachane tas asti khalu? Tas katham tas bhavati pratyasya sakarasya rutvi visargo तः इति सिद्धप्रत्यया किञ्चित् विवरणं करोति वा? एकनिमिषं. हा, अस्माकं करपत्रम् अहं परिवर्तनं कृतवती. यत्र तस् अस्ति तत्र वयं पश्यामः. ओके, यल विलिङ्ग् टु स्टे न सारि, बट् क्वश्चन् हव् अरिसन्. अतः अहं लिटिल् लोवर् गो लिटिल् अहेड्. या, सिप् प्लस् झि, सिप् प्लस् थ, मिप् प्लस् मस् इति प्रत्ययाः सन्ति. किं प्रत्ययाः? प्रथमपुरुषः एकवचनं, द्विवचनं, बहुवचनं, मध्यमपुरुषः, सर्वम् आगतम्. ओके, तावत्पर्यन्तम् अवगतं न? अधिकं तस् अस्ति खलु, किञ्चित् विवरणं करोतु. पुनः वदतु. इ अधिकं तस् अस्ति खलु अत्र. सकारस्य ऋत्वविसर्गो विसर्गो सः इति सिद्धप्रत्ययः. ई धातु इन् गतौ, ई अधिकं चित्, तदनन्तरं ई अधिकं तः. अत्र भवती पृच्छति न, भवत्याः प्रश्नः अत्र अस्ति न? अधिकं तस् नेक्स्ट् नेक्स्ट् बिन्दु अधिकं तस् सकारस्य अत्र सकारस्य लोपः न भवति किमर्थं चेत् अत्र न विभक्तौ तु स्मः इति. अत्र ऐ वाण्ट् टु नो वै विसर्ग सकारस्य विसर्गः अभवत्. सकारः इत्संज्ञा न भवति, न विभक्तौ स्म इति सूत्रेण, परन्तु विसर्गः भवति. ओके, अत्र सकारस्य प्रोसेसिङ्ग् भवति. ओके, तत्र प्रोसेसिङ्ग् अत्र न दर्शितम् अस्ति. सकारस्य ससजुषोरुः इति सूत्रस्य आधारेण सकारस्य ऋत्वं भवति. एकनिमिषम् अहं दर्शयामि. किञ्चित् विवरणं करोतु महोदय. डोण्ट् वरि. ई यदस्ति, ई अवशिष्टभागः, ई धातुः तत्र अवशिष्टभागम् ई गतौ इति धातुः अस्ति, नकारस्य इत्संज्ञा भूत्वा. ओ, अत्र उपरि अहं ओके, ई अधिकं ती, ई इकारस्य स्थाने एकारः आगच्छति. अहम् एतत् समापयामि. अनन्तरम् अग्रिम भागं स्वीकरोमि. एति इति रूपं कृतम्. ओके, एतदस्ति अस्माकं जया. जया इदानीं पुनः इन् गतौ स्वीकुर्मः. इन् गतौ तत्र ई अवशिष्टभागं तत्र प्रत्ययः नास्ति, अतः वयं साक्षात् तस् योजयामः. ओके, अत्र तस् यदस्ति तत् पित् नास्ति, इति प्रत्ययः अस्ति. चित्तपि नास्ति, चित्तपि नास्ति. किं प्रत्ययः अस्ति, अतः सार्वधातुकम् इति नामकरणं तु भवति, परन्तु फिट् नास्ति. तेन कारणेन अत्र गुणकार्यं न भविष्यति. इदानीं तस्मिन् पश्यामः, ई तु अस्ति एव. तदनन्तरं तस् किं भवति, परन्तु विसर्गः भवति, आगच्छति, आगच्छति. एकनिमिषं योरम रू सम्थिङ्ग् सम्थिङ्ग् ऐ एम् गोयिङ्ग् राङ्ग् रू एवम् आगच्छति. ओके, सकारस्य स्थाने रू इति आगच्छति. रिप्लेस्मेण्ट् ससजुषो रुः इति सूत्रमस्ति. ओके, सकारस्य स्थाने रेफादे रु रुत्वम् आदेशः भवति. महोदय अत्र 8266 सूत्रं संख्या, सूत्रसङ्ख्या 8266 वा? आम् आम् 8266 सरलं भविष्यति. ओके, अत्र तदनन्तरं किं भवति, तकार तु तिष्ठति एव. रुस्थाने उकारस्य लोपकार्यं भवति. किमर्थम्? अनुनासिक उकारः अस्ति. ओके, अतः उपदेशे चनुनासिक इत्यनेन रु स्थाने केवलं रेफः अवशिष्यते. ओके, तदनन्तरं रेफ स्थाने, विजय किञ्चित् साहाय्यं करोतु, रेफस्य स्थाने रेफस्य स्थाने करावसानयोर्विसर्जनीयः. अत्र सूत्रं कार्यं करोति 8315. अतः रेफस्य स्थाने विसर्गः आगच्छति, तदा इतः इति रूपं सिद्धम्. अनसूया स्पष्ट? इतोपि प्रश्नः अस्ति चेत् पृच्छतु भगिनि. अनुसूया भगिनी, अनुसूया भगिनी, प्रथमं ऋतुम् अस्ति अत्र महोदयेन इदानीम् उक्तम् उपदेश अज अनुनासिक ईत् इत्यनेन, अनन्तरं तस्य लोपः इत्यनेन लोपः भवति, अनन्तरं तत्र सकारस्य स्थाने ससज ऋत्वम् अस्ति खलु, अत्र सस पदान्तस्य सकारः अस्ति अत्र, अनन्तरं ससजुषुरुः इत्यनेन ऋत्वं भवति. एतत् ऋत्वं तु अत्र उपदेश अज अनुनासिक ईर् तस्य लोपः इत्यनेन लोपः भवति. ईर् एव तिष्ठति इदानीम् ईर्. अत्र रेपः, रेपस्य स्थाने ईर् नास्ति, रेप अस्ति. अत्र अवसाने परे रेपः अस्ति. इत इति स्वीकुर्मः चेत् अत्र अवसानमस्ति. तत् स्थाने, रेपस्य स्थाने कर अवसानयोर्विसर्जनीयः इति सूत्रं कार्यं करोति. अतः तत्र रेपस्य स्थाने विसर्गः आगच्छति. तावदेव, इतः इति अन्तिमरूपं निष्पन्नम्. इदानीं समीचीनं वा? सूत्रसङ्ख्या 8315. 8315, आम् एटु एटु ससजुषो रुगु एटु डबल् सिक्स् एटु डबल् सिक्स् वा एतत् कर अवसानयोर्विसर्जनीयः त्रिपाद्यम् अस्ति 8315 अस्तु एतत् अष्टाध्यायी डाट् काम् मध्ये अत्र गन्तुं शक्यते चेत् सूत्रसङ्ख्या अत्र स्थापयतु एतत् सर्वम् इतोपि अधिकतया अन्य उदाहरणमपि अत्र द्रष्टुं शक्यते एव इदानीं समीचीनं भगिनि अवगतं खलु अष्टमाध्याये द्वितीयपादे किं षष्टमाध्याये अष्टमाध्याये अष्टमाध्याये द्वितीयपादे आम् षट्षष्टिः इति अस्ति अष्टमाध्याये द्वितीयपादे एट् टु डबल् सिक्स् एतत् ससजुषो रुः अनन्तरं सकारस्य ऋतु सकारस्य रेपः भवति अनन्तरमेव 8315 श्लोकम् आगच्छति अत्र कर अवसानयोर्विसर्जनीयः अवसाने समये रेपस्य स्थाने यत्र अवसानसमये रेपः अस्ति तत् समये विसर्गः भवति अत्र इतोपि करावसानयोर्विसर्जनीयः किम् अष्टाध्यायी डाट् काम् मध्ये गच्छतु भगिनि अत्र ससजुषोरुः कर अवसानयोर्विसर्जनीयः 8266 8315 स्थापयतु अत्र इतोपि अन्य उदाहरणापि अन्य उदाहरणानि अपि अत्र सन्ति अतः पश्यतु अत्र इतोपि प्रश्नः सन्ति वा करवसानयोः विसर्जनीयः इति सूत्रम् आम् आम् आम् 8315 धन्यवादः ओके समाप्तम् आम् महोदय इदं पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः पुनर्मिलामः धन्यवादः शुभदिनं महोदय नमस्काराः धन्यवादः धन्यवादः धन्यवादः सुब्रह्मण्यं महोदय शुभदिनम्